यत्तयामीलनं तत्र लाभो मेयष्टतद्रते तदेतत्काकतालीयम् अवितर्कितसम्भवम् इति नवमः श्लोकः। अत्र मम नायकस्य नायक्या सह मेलनं व्रतिश्च अवितर्कितसम्भवम् इति वदति। किमिव काकतालीयमिव, अतः अत्र निश्चयेन उपमेयम् अस्ति, उपमानमस्ति। किञ्च प्रश्नः अस्ति, उपमानम् अस्ति वा तथा उपमावाचकशब्दः अस्ति वा इति। निश्चयेन वयं वक्तुं शक्नुमः, उपमानं तु अत्र साक्षात् न दत्तं, यतोहि काकतालीयम् इत्येतत् न साक्षात् उपमानं सूचयति, यतोहि तत्र काकतालीयम् इत्यस्मिन् पदे ठप्प्रत्ययो विद्यते, तेन पक्षे वदन्ति सूचिता काचित् कथा इति। अतः एकदा काकः आसीत्, तस्य पुरतः तालफलं पतित्वा दलितं, तेन लाभान्वितः काकः, काकस्य लाभघटनम् अवितर्कितसम्भवम् इति तत्र उपमानं सूचितं, परं तु न साक्षादुक्तम्, अतः उपमानम् अत्र नास्ति इति प्रदर्शयति। उपमानं विनापि उपमा भवितुमर्हति इति अस्य उदाहरणस्य वैशिष्ट्यम्। अत्र उपमावाचकः अस्ति वा न वेति कश्चन मतभेदो विद्यते। केचन वदन्ति ठप् प्रत्यये एव वर्तते उपमावाचकत्वम् इति। एवं मया अवगतम्।